तिस्रः त्रिसङ्ख्याक अकार उकार मकाराख्यः मृत्युमत्यः मृत्युः यासां विद्यते ता मृत्युमत्यः मृत्युगोचरातो अनतिक्रान्तः मृत्युगोचराः एव इत्यर्थः ताः आत्मनो ध्यानक्रियासु प्रयुक्तः किञ्च अन्योन्यसक्तः इतरेतरसम्बद्धः अनविप्रयुक्तः विशेषेण एकैकविषये प्रयुक्तः विप्रयुक्तः न तथा विप्रयुक्तः अविप्रयुक्तः न अविप्रयुक्तः अनविप्रयुक्तः किं तर्हि विशेषेण एकस्मिन् ध्यानकाले तिसृषु क्रियासु बाह्याभ्यन्तरमध्यमासु जाग्रस्वप्नसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु युक्तासु सम्यक् प्रयुक्तासु सम्यक् ध्यानकाले प्रयोजितासु न कम्पते न चलति ज्ञः योगी यथोक्तविभागज्ञः न तस्य एवंविधः चलनमुपपद्यते यस्मात् जाग्रस्वप्नसुषुप्तपुरुषः सहस्थानैः मात्रात्रयरूपेण दृष्टः स हि एवं विद्वान् सर्वात्मभूतः कुतो वा चलेत् कस्मिन् वा ऋग्भिः ये तं यजुभिः अन्तरिक्षं सांभिः यत्तत्कवयो वेदयन्ते णैवायतनेन अन्वेति विद्वान् यत्तच्छान्तम् अजरम् अमृतम् अभयं परं चेति सर्वार्थसङ्ग्रहार्थो द्वितीयो मन्त्रः ऋग्भिः एतं लोकं मनुष्योपलक्षितं यजुर्भिः अन्तरिक्षं सोमाधिष्ठितं सामभिः यत्तद्ब्रह्मलोक इति तृतीयं कवयः मेधाविनः विद्यावन्त एव न विद्वांसः वेदयन्ति तं त्रिविधं लोकम् अपरब्रह्मलक्षणम् अन्वेति अनुगच्छति विद्वान् तेन तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्तजाग्रत्स्वप्नसुयुक्तादिविशेषं सर्वप्रपञ्चविवर्जितम् अत एव अजरं जरावर्जितम् अमृतं मृत्युवर्जितम् अत एव यस्माज्जरादिविक्रियारहितम् अतः अभयं यस्मादेव अभयं तस्मात् परं निरतिशयम् तदपि ओङ्कारेणैव आयतनेन गमनसाधनेन अन्वीति इत्यर्थः इति शब्दो वाक्यपरिसमाप्त्यर्थः इति पञ्चमप्रश्नभाष्यम् षष्ठः प्रश्नः अत हैनं सुकेश भारद्वाजपप्रच्छ भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्य एतं प्रश्नमपृच्छत् षोडशकलं भारद्वाजपुरुषं वेत्त तमहं कुमारम् अब्रवं नाहमिमं वेद यदि अहमिमम् अवेदिशं कथं तेनावक्ष्यमिते समूलो वा एष परिशिष्यति यो अनृतम् अभिवदति तस्मान्नार्हाम्यनृतं वक्तुं स तूष्णीं रथमारुह्य प्रभुराज तं त्वा पृच्छामि क्वासौ पृशयिते अतः एनं सुकेश भारद्वाजः पप्रच्छ समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मनः परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठते इत्युक्तं तत्सामर्थ्यात् प्रलयेऽपि तस्मिन्नेव अक्षरे सम्प्रतिष्ठते जगत् ततः एव उत्पद्यते इति च सिद्धं भवति न हि अकारणे कार्यस्य सम्प्रतिष्ठानमुपपद्यते उक्तं च आत्मनेशप्राणं जायते इति जगतश्च यन्मूलं तत्परिज्ञानात् परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः अनन्तरं च उक्तं स सर्वज्ञः सर्वो भवति इति वक्तव्यञ्च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति तदर्थं प्रश्नः आरभ्यते वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वज्ञापनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोपादानार्थं हे भगवन् हिरण्यनाभः नामतः कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः मामुपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छत् षोडशकलं षोडशसङ्ख्याकाः कलाः अवयवाः इव आत्मनि अविद्याध्यारोपितरूपाः यस्मिन् पुरुषे स्वयं षोडशकलः तं षोडशकलं हि भारद्वाज पुरुषं वेत्त त्वं विजानासि तम् अहं राजपुत्रं कुमारं पृष्टवन्तम् अब्रवम् उक्तवान् अस्मि नाहं यं वेद यं त्वं पृच्छसि इति. एवम् उक्तवत्यपि मयि अज्ञानम् असम्भावयन्तं तम् अज्ञानिकारणम् अवदिशम्. यदि कथञ्चित् अहम् इमं त्वया पृष्टं पुरुषम् अवेदिशं विदितवान् अस्मि कथम् अत्यन्तशिष्यगुणवते अर्थिने ते तुभ्यं न अवक्ष्यं न उक्तवान् अस्मि न ब्रूयामित्यर्थः. भूयोऽपि अप्रत्ययमेव आलक्ष्य प्रत्यायितुम् अब्रवं समूलः सः मूलेन वै एषः अन्यतः सन्तम् आत्मानम् अन्यथा कुर्वन् यः अनृतम् अयथाभूतार्थम् अविवदति स परिशिष्यति शोषमुपैति इहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति. यतः एवं जाने तस्मा न अर्हामि अहम् अनृतं वक्तुं मूढवत्. स राजपुत्रः एवं प्रत्यायितः तूष्णीं व्रीडितः रथम् आरुह्य प्रभुराजा प्रगतवान् यथा गतमेव. अतो न्यायतः उपसन्नाय योग्याय जानता विद्या वक्तव्या एव अनृतं च न वक्तव्यं सर्वासुपि अवस्थासु इति एतत् सिद्धं भवति. तं पुरुषं त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितं क्व असौ वर्तते विज्ञेयः पुरुषः इति. तस्मै स उवाच इहैव अन्तःशरीरे सौम्य सपुरुषो यस्मिन्नेता षोडशकलाः प्रभवन्तीति. तस्मै स उवाच इहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सौम्य सपुरुषः न देशान्तरे विज्ञेयः यस्मिन्नेताः उच्यमानाः षोडशकलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्ते इति षोडशभिः कलाभिः उपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यते अविद्यया इति. तदुपाधिकल अध्यारोप अपनयनेन विद्यया सपुरुषः केवलो दर्शितव्यः इति कलानां तत्प्रभवत्मुच्यते प्राणादीन. अत्यन्तनिर्विशेषे हि अद्वये विशुद्धे तत्त्वे न शक्यः अध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थिति अप्यय आरोप्यन्ते अविद्याविषया. चैतन्य अव्यतिरेकेणैव हि कला जायमानाः तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते. अत एव भ्रान्ताः केचित् अग्निसंयोगाद् घृतमिव घटादि आकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यति इति. तन्निरोधे शून्यमेव सर्वम् इति अपरे घटादिविषयं चैतन्यं चेतयितुः नित्यस्य आत्मनो अनित्यं जायते विनश्यति इति अपरे. चैतन्यं भूतधर्म इति लौकायितिकः अनपाय उपजनधर्मकचैतन्यात्मा एव नामरूपादि उपाधिधर्मैः प्रत्यभासते सत्यं ज्ञानमनन्तं ब्रह्म प्रज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म विज्ञानघन इव इत्यादि श्रुतिभ्यः. स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्य अव्यभिचारात् यथा यथा यो यः पदार्थो ज्ञायते तदा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्य अव्यभिचारित्वं. वस्तुतत्त्वं भवति किञ्चित् न ज्ञायते इति च अनुपपन्नं. रूपं च दृश्यते न च अस्ति चक्षुः इति यथा. व्यभिचरति तु ज्ञेयं न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयं. ज्ञेयाभावेऽपि ज्ञेयान्तरे भावज्ञानस्य न हि ज्ञाने असति ज्ञेयं नाम भवति कस्यचित् सुषुप्ते अदर्शनात्. ज्ञानस्यापि सुयुक्ते अभाव ज्ञेयव ज्ञानस्वरूपस्य व्यभिचारः इति चेत् न ज्ञेयावभासकस्य ज्ञानस्य आलोकवज्ञेयाभिव्यक्त्यर्थत्वात् स्वव्यङ्ग्य अभावे आलोक अभाव अनुपपत्तिवत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञान अभाव अनुपपत्तेः. न हि अन्धकारे चक्षुषः रूप अनुपलब्धौ चक्षुषः अभावः शक्यः कल्पयितुम् अवैनाशिकेन. वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येव इति चेत् येन तदभावं कल्पये तस्य अभावः केन कल्प्यते इति वक्तव्यं वैनाशिकेन. तदभावस्यापि ज्ञेयत्वा तु ज्ञान अभावे तदनुपत्तेः. ज्ञानस्य ज्ञेय अव्यतिरिक्तत्वा तु ज्ञेय अभावे ज्ञान अभावः इति चेन्न अभावस्यापि ज्ञेयत्वाभिवगमः. अभावोऽपि ज्ञेयो अभ्युपगम्यते वैनाशिकैः नित्यश्च तद् अव्यतिरिक्तं चेत् ज्ञानं नित्यं कल्पितं स्यात्। तदभावस्य च ज्ञानात्मकत्वात् अभावत्वं च वाङ्मात्रमेव न परमार्थतो अभावत्वम् अनित्यत्वं च ज्ञानस्य न च नित्यस्य ज्ञानस्य अभावनाममात्र अध्यारोपे किञ्चिन्नः अच्छिन्नम्। अत अभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्तः इति चेत् न तर्हि ज्ञेयाभावे ज्ञान अभावः। ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तम् इति चेत् न शब्दमात्रत्वात् विशेष अनुपत्तिः। ज्ञेयज्ञानयोः एकत्वं चेद् अभ्युपगम्यते। ज्ञेयं ज्ञानव्यतिरिक्तं न ज्ञेयव्यतिरिक्तं ज्ञानम् इति तु शब्दमात्रमेव। तत् वह्निः अग्निव्यतिरिक्तः, अग्निः न वह्निः व्यतिरिक्तः यद्वत् अभ्युपगम्यम्। ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेय अभावे ज्ञान अभाव अनुपत्तिः सिद्ध। ज्ञेय अभावे अदर्शनात् अभावो ज्ञानस्य इति चेत् न सुषुप्ते ज्ञप्ति अभ्युपगम्यत्। वैनाशिकैः अभ्युपगम्यते हि सुषुप्तेऽपि विज्ञान अस्तित्वं, तत्रापि ज्ञेयत्वम् अभ्युपगम्यते ज्ञानस्य स्वेनैव इति चेत् न भेदस्य सिद्धत्वात्। सिद्धं हि अभाविज्ञेयविषयस्य ज्ञानस्य अभावज्ञेयव्यतिरेकज्ञेयज्ञानयोः अन्यत्वं, न हि तत्सिद्धं मृतमिव उज्जीवयितुं पुनः अन्यथा कर्तुं शक्यते वैनाशिकैरपि। ज्ञानस्य स्व अज्ञेयत्वे तदपि अन्येन तदपि अन्येन इति त्वत्पक्षे अतिप्रसङ्गः इति चेत् न तद्विभाग उत्पत्तेः सर्वस्य। यदा हि सर्वं ज्ञेयं कस्यचित् तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेव इति द्वितीयो विभागः एव अभ्युपगम्यते अवैनाशिकैः।